पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 70 व्यास उवाच ततो देवान्तको दैत्यो व्यनदत्समरं प्रति रणं चकारधर्मेण संदष्टौष्ठपुटो बली स गत्वा चाब्रवीद्वाक्यं सर्वलोकविगर्हितं न जानासि महद्धर्मं दुष्टमोहाद्यथाक्रमं पापपुण्यप्रयोगेण निग्रहानुग्रहे प्रभुः अहं च निर्मिदो धात्रा करोमि तव शासनं न जानासि यतो धर्मं कालमृत्युपुरःसरः न रोगो न जराकालो न मृत्युर्न च किङ्करः धर्मात् प्रचलितकर्मी कष्टं व्यादिदिवानिशम् उक्तं वसुं महावीर्यं यमं धर्मैकसाक्षिकम् सजखानत्रिभिर्बाह्नैः कालमृत्युसमप्रभैः प्रजिच्छेदस धर्मात्मा ते त्वन्यैर्विशिखैस्त्रिभिः ततस्तूच्यैः शरैः प्राज्यैर्युगान्तानलसप्रभैः निजखानयमं सङ्ख्ये सचिच्छेदशरैः शरान् यदस्मिन्नन्तरे क्रुद्धौ परस्परजयैषिणौ जघ्नधुःसमरेऽन्योन्यं महाबलपराक्रमौ अहोरात्रं तयोर्युद्धमवर्ततसुदारुणं यदस्मिन्नन्तरे क्रुद्धशक्रिया प्रशमनं मृषा बिभेद दैत्यशार्दूलो ह्यहं कारयुधो बली तामेवाध रुषाधर्मो गृहीत्वा शक्रिकां धृतं निजखानतयैवामुं स्तनयोरन्तरे भृशं स विह्वलिद सर्वाङ्गो मुखादागदशोणितः तथ क्रुद्धो महातेजा धृत्वा दण्डं सुदारुणम् अमोकं पादयामास तस्य दैत्यस्य विग्रहे साश्वं रथं तथा सूदं योद्धारं शस्त्रसञ्चयं चकार भस्मसात्तं च शमनक्रोधमूर्च्छितः पदिते च तथा दैत्ये दुर्धर्षो नाम दानवः शमनं शूलहस्तस्तु प्रदुद्राव जिकांसया शूलहस्तं समायान्तं बडवानलसन्निभम् आससादरणे मृत्युशक्ति हस्तोदिनिर्भयः स च दृष्ट्वा सुरो मृत्युं शूलेनैव जखानः शक्रिं चैव ततो मृत्युः प्रचिक्षेप रणाजिरे संदह्य सहसा शूलं वह्निकूडसमप्रभं दैत्यस्य हृदयं भित्त्वा गता सा च धरातलं सरथः स पपातोर्व्यां शक्तिजर्जरविग्रहः अधान्यो दुर्मदो मृत्युं कष्टचापो महाबलः खड्गश्चर्मधरकालो रथ एव गतो भवत दृष्ट्वा तं विशिखै प्राज्यैर्जखान स यमं रणे स चाप्रत्यरथाद्देवो ह्यसिना च स कुण्डलं शिरचिच्छेदसहसा पादयित्वा च भूतले हतशेषं बलं सर्वं प्रदुद्राव दिशो दश इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे देवान्तकर्दुर्धर्षदुर्मुखवधो नाम सप्ततितमोऽध्यायः ॐ